अधुना अवधिः इत्यस्य विषये चर्चा जायमाना अस्ति. त्रयः सन्दर्भाः अस्माभिः परिशीलिताः. भेदः, पृथक्त्वं, विभागः इति त्रयः पदार्थाः सन्ति. एषु विषयेषु अवधिः इति विषयस्य परिशीलनं भवति. अधुना प्रत्येकं सन्दर्भे अवधिसंज्ञां कथं निर्णीयते इति वयं दृष्टवन्तः. तस्मात् प्राक् सावधिकत्वम् इति किम्, अवधित्वम् इति कस्य, कस्मिन् कस्य अवधिसंज्ञा भवति, कस्मिन् अवधित्वम् इति अस्ति इति किञ्चित् परिशील्य अग्रे सरेम. प्रथमतया भेदविषये उदाहरणमस्ति, घटः पटात् भिन्नः इति भेदस्य उदाहरणं, घटः पटात् भिन्नः इति. सभ्यसाची महोदय किञ्चित् वदति वा तस्मिन् विषये, अवधिः इति कस्य, अवधिसंज्ञा इति कस्य? आं भगिनि, तर्हि घटः पटात् भिन्नम् इत्युक्ते तत्र भिन्नम् इत्युक्ते भेदः. तर्हि घट पटभेदः घटे अस्ति, पटभेदः घटे अस्ति. तर्हि अवधिः इत्युक्ते प्रायः घटः एव. अवधिः इति अत्र पश्यतु महोदय, घटः पटात् भिन्नः. यथा भवता उक्तं, पटभेदः घटे अस्ति, घटाभावः पटे अस्ति इति वयं पूर्वमेव दृष्टवन्तः खलु. घटाभावः, घटस्य अभावः पटे अस्ति, अतः पटः प्रतियोगी इति उच्यते. हा, अतः प्रतियोगिनः अवधिसंज्ञा इति उच्यते. अत्र प्रतियोगी का? अत्र प्रतियोगी अत्र अस्ति पटः, एवम् अनुयोगी अस्ति घटः. आम्, अतः पटः एव अवधिः इति उच्यते. पटे अवधित्वम् आहत्य भेदस्य सावधिकः इति, सावधिकत्वम् इति उच्यते. भेदस्य सावधिकत्वम् किमर्थम् इत्युक्ते, अवधिः इति विषयः भेदेन सह अस्ति, अतः भेदस्य सावधिकत्वम् इति उच्यते. अग्रे पृथक्त्वम् इति पदार्थं पश्यामः. आम्, प्रश्नः अस्ति वा? अस्तु, पृथक्त्वम् इति विषयं पश्यामः. पृथक्त्वविषये माला भगिनी वदति वा उदाहरणेन सह? इदानीं पृथक्त्वस्थले यथा पटः घटात् पृथक् इति वदनेन अस्माभिः ज्ञायते घटः अवधिः, तस्मिन् अवधित्वं वर्तते. आम् आम्, सम्यक्. अत्र कस्य अवधिकत्वम् इति उच्यते? पृथक्त्वं, पृथक्त्वस्य अवधिकत्वम्. सम्यक् एव, पृथक्त्वस्य अवधिकत्वं अवधिकत्वं वर्तते. अस्तु अस्तु, समीचीनम्. आम् आम्, केन आगतं, कृपया नाम उच्यताम्. लक्ष्मी अस्मि अत्र. अस्ति भगिनि, सरला भगिनी. अस्तु अस्तु, आम् आम् पृथक्त्वविषये विपरीतरीत्या कथं वदामः? भवती उक्तवती माला भगिनी पटः घटात् पृथक् इति, अत्र घटे अस्ति अवधित्वम् इति भगिनी उक्तवती. विपरीतरीत्या किं भवति अत्र? विपरीतरीत्या घटः पटात् पृथक्. आम् पृथक् तत्र पटः अवधिः. आम् अत्र इदानीं द्वयोः वाक्ययोः पृथक्त्वमेव अस्ति, परन्तु भिन्नं पृथक्त्वं. प्रथमवाक्ये पटः घटात् पृथक् इत्यस्मिन् वाक्ये अवधिः घटः, घटे अस्ति अवधित्वं, यतोहि पटस्य प्रतियोगी घटः. द्वितीयवाक्ये घटः पटात् पृथक् इत्यस्मिन् वाक्ये अवधित्वम् अस्ति पटे, यतोहि घटस्य प्रतियोगी भवति पटः. अतः पृथक्त्वविषये पृथक्त्वस्य आश्रयभिन्नपदार्थे एव अवधित्वं भवति इति वयं दृष्टवन्तः. भेदे भेदविषये अपि विपरीतरीत्या भिन्नपदार्थे अस्ति अवधित्वम्. अहम् उक्तवती भेदस्य उदाहरणे घटः पटात् भिन्नः, विपरीतरीत्या पटः घटात् भिन्नः इति वदनेन घटे अस्ति अवधित्वम्. अतः पृथक्त्वं भेदविषयोः अवधित्वम् इति संज्ञा भिन्नविषये भवति. अतः द्वयोः सन्दर्भयोः एकनिष्ठत्वम् अस्ति. पटः घटात् पृथक् वा घटः पटात् पृथक् अनयोः वाक्ययोः एकनिष्ठत्वमेव भवति. अस्तु, अग्रे विभागः इति सन्दर्भं स्वीकुर्मः. प्रश्नः अस्ति तत्र पृथक्त्वं एकनिष्ठः गुणः अस्ति तत्र घटः पटात् पृथक् इति वदामः चेत् तत् पृथक्त्वं भिन्नं, पटः घटात् पृथक् यदा वदामः तत् पृथक्त्वं पुनः भिन्नं, द्वयोः पृथक्त्वयोः भिन्नता अस्ति, तद् समीचीनं किल. तथैव भेदः अपि तथैव एकनिष्ठः अस्ति इति वक्तव्यं वा? आम् आम्, तादृशमेव. भेदविषये अपि भेदयोः भिन्नता अस्ति, भिन्नरीत्या वदनेन अवधित्वम् इति विषयः अन्यपदार्थे वसति. अतः द्वयोः वाक्ययोः भिन्नता भेदः वा पृथक्त्वं द्वयोः सन्दर्भयोः एकनिष्ठमेव अस्ति इति वयं वदामः. तर्हि घटः पटात् भिन्नः, पटः घटात् भिन्नः, अत्र द्वयोः यत्र भिन्नता अस्ति, द्वयोः भिन्नता तत्र भिन्नता द्वयमपि पृथक् पृथक् भिन्नं भिन्नम् अस्ति, भिन्नमेव, भिन्न समानं नास्ति, भिन्नमेव इति. अस्तु भगिनि, धन्यवादः. आम्, अग्रे विभागः इति पदार्थं स्वीकुर्मः. अखिला भगिनी किञ्चित् वदति वा उदाहरणेन? आम्, तत्र विभागः इत्युक्ते यथा वृक्षात् फलं पतति इति वदामः चेत् तत्र विभागः भवति. विभागः इति विषयः यथा संयोगः अस्ति तथा द्विनिष्ठः, इत्युक्ते वृक्षे अपि विभागः अस्ति, फले अपि अस्ति. परन्तु तत्र प्रतीतिवशात् अस्माकं अवगमन सौलभ्यार्थं तत्र अवधिकत्वं तु एकस्मिन् पदार्थे एव आरोपितः अस्ति. तर्हि तत्र वृक्षात् फलं पतति इति विषये सन्दर्भे तत्र वृक्षः इति अवधिभूतम् अस्ति, अपि च विभागः इति अवधिकम् अस्ति, विभागः अवधिकः अस्ति. आम्, विभागः सावधिकः अस्ति. यथा भगिन्या उक्तं, वृक्षे अस्ति अवधित्वं, वृक्षावधिकः इति वयं वदामः. विपरीतरीत्या वदतु भगिनी, कथं भवति विपरीतरीत्या? विपरीतरीत्या इत्युक्ते तत्र फलात् वृक्षः विभजते इति चिन्तयामः चेत् तत्र फलम् इति अवधिभूतं भवति, विभागः पुनः सावधिकम् अस्ति अत्रापि. परन्तु विपरीतरीत्या यदि वयं वदामः, फलं वृक्षः फलात् इति, फलात् पतनं, क्षम्यतां क्षम्यताम् आं क्षम्यतां या, तत्र वृक्षः फलात् विभजते इति वदामः चेत् तत्र फलम् इति अवधिभूतं भवति, विभागः पुनः सावधिकः. अस्तु, परन्तु अस्मिन् वाक्ये दोषः अस्ति खलु, वयं पूर्वमेव दृष्टवन्तः फलात् वृक्षस्य पतनम् इति वयं वदामः चेत् तत्र किमपि आपत्तिः अस्ति, अवगमनस्य आपत्तिः अस्ति. अतः अस्माकं इष्टं यत् अस्ति तदनुसारेण अवधेः अध्यारोपणं वृक्षे वयं स्थापयामः. अतः एव वृक्षात् फलं पतति इति वदनेन यद्यपि विभागः द्वयोः भवति, वृक्षे अपि विभागः फले अपि विभागः अस्ति, विभागः तु समानम् एव, परन्तु अवधिः इति अध्यारोपणं वृक्षे अस्ति इति कारणात् वृक्षावधिकः इति वयं वदामः, वृक्षावधिः फलविभागः इति वयं वदामः. अस्तु, अवगतं खलु एतेषु सन्दर्भेषु कथं वैलक्षण्यम् अस्ति इति. अस्तु, अग्रे वयं अवधिविषये एव इतोपि गभीरतया चिन्तनम् अस्ति, वयं पश्याम. राजेन्द्रमहोदय पठति वा? अधुना यथा विभागः इति आरभ्य. अवधिचिन्तनम् इत्यस्मिन् भागे अवधिचिन्तनं तदनन्तरं नवमपरिच्छेदः अधुना यथा विभागः दृष्ट्वा क्षम्यताम्. किन्तु पृथक्त्वस्य इति पश्यति वा तदनन्तरं? सप्तमे पुटे अस्ति महोदय, उपरि. अधुना यथा विभागः. आम् आम्. दृष्टं वा? आम् आम् आं भगिनि. अधुना यथा विभागः संयोगः अपि दुष्टः दुष्टः तथा वा? आम् आम् तदेव. अधुना यथा विभागः संयोगः अपि दुष्टः, सामान्यतया संयोगः सावधिकः न इति न उच्यते, किन्तु क्वचित् प्रतीतिनियमनार्थं तथा व्यवहारः भवति तावदेव. कुत्रचित् अयं संयोगः एकस्मिन् एव विद्यमानः इति अपेक्षते. विभागः एव यद्यपि अयं संयोगः उभयत्र विद्यमानः, किन्तु प्रतीतिसाधनार्थं तद् अवधिकः संयोगः तत्र भासते इति व्यवहारो भवति. तद् अवधिकः इति उक्तवत् यत् अवधिकः तत् स्वस्मिन् न वर्तते. स्व अवधिकात् संयोगः स्वस्मिन् नास्ति इति व्यवहारेण नियमनं भवति. यथा विभागविषये भगिनी उक्तवती, संयोगः अपि दुष्टः अस्ति. सामान्यतया संयोगः स अवधिकः न वदामः. यदा संयोगः तु दुष्टः अस्ति, तत्र उदाहरणरूपेण हस्तपुस्तकसंयोगः तु पुस्तके अपि अस्ति, हस्ते अपि अस्ति, तत्कारणात् दुष्टः अस्ति. किन्तु कुत्रचित् प्रतीतिनियमारणार्थं तथा व्यवहारः भवति तावदेव. यदा हस्तपुस्तकसंयोगः हस्ते एवं दृश्यते, प्रतीतिः भवति, तत्र हस्तस्य एव संयोगः भवति पुस्तकेन सह. अयम् एकस्मिन् एव विद्यमान इति अपेक्षते, तथा एकस्मिन् एव सः संयोगः भवति, प्रतीतिः अस्ति, तत् अस्माकम् अपेक्षा अस्ति. विभागः इव यद्यपि अयं संयोगः उभयत्र विद्यमानः, किन्तु प्रतीतिसाधनार्थं तद् अवधिकात् संयोगः तत्र भासते. यथा विभागविषये वयं चिन्तितवन्तः, तथैव संयोगविषये अपि प्रतीतिसाधनार्थं संयोगः अपि तद् अवधिकः संयोगः भासते. एतस्मिन् उदाहरणे यथा पूर्वम् अहम् उक्तवान्, हस्तपुस्तकसंयोगः हस्ते तत्र अवधिकसंयोगः तत्र भासते व्यवहारः. तत् अवधिक् इति उक्त्वा यत् अवधिक् तत् स्वस्मिन् न वर्तते, तादृशी अवधिक् स अवधिकः स्वस्मिन् न वर्तते, तत् न अवगच्छामि भगिनि. अस्तु, वाक्यमस्ति तत् अवधिकः इति उक्तत्वात् यत् अवधिकः तत् स्वस्मिन् न वर्तते. अत्र संयोगस्य विषयस्य चर्चा एव भवति खलु. यत्र संयोगः भवति, यदा यथा भवता उक्तं हस्तपुस्तकयोः संयोगः इति स्वीकुर्मः, तत्र अवधिकः प्रतीतिवशात् हस्तावधिकः संयोगः पुस्तके अस्ति इति वयं अस्माभिः वक्तुं शक्यते. किमर्थम् अस्माकं प्रतीतिवशात् हस्तस्य अवधिः संज्ञा इति वयं स्वीकुर्मः. यदि एकस्मिन् अवधिः अवधित्वम् अस्ति चेत् अन्यस्मिन् संयोगः भवति इति एव विषयः. हस्तपुस्तकयोः संयोगे संयोगः एकस्मिन् एव भवति इति अस्माकं प्रतीति. वस्तुतया हस्तपुस्तकयोः संयोगे द्वयोः संयोगः अस्ति, परन्तु अस्माकं सौकर्यार्थं संयोगः कुत्रापि भवति, एकस्मिन् एव भवति इति नियमनं वयम् आनयामः. नियमनम् इत्युक्ते किमपि कण्डिशन् इति, रेस्ट्रिक्षन्. अतः नियमनम् आनयनेन हस्ते अस्ति अवधित्वं, पुस्तके अस्ति संयोगः इति वयं स्वीकुर्मः. अतः यथा भवता उक्तं, व्यवहाररूपेण कथं वदामः, वाक्यं किम् अस्ति व्यवहाररूपेण? वस्तुतया हस्तपुस्तकयोः संयोगः इति वदामः साधारणतया, परन्तु व्यवहाररूपेण अवधेः अवगमनार्थं कथं वदामः? अवधिः कः? अवधित्वं कस्य? हस्ते अस्ति, हस्तस्य अवधिः. वाक्यं किम्? तद् अवधिकः संयोगः इति वयं दृष्टवन्तः. तर्हि अवधित्वं हस्ते अस्ति. हा, हस्तावधिकः संयोगः पुस्तके भासते वा पुस्तके अस्ति इति वदामः. कष्टं वा? धन्यवादः. तदा हस्तावधिकः इति वदामश्चेत् हस्ते तद् संयोगः न वर्तते. आम् आम् सत्यम्. यत्र अवधित्वम् अस्ति अपरस्मिन् एव संयोगः अस्ति इति तस् वाक्यस्य अर्थः अस्ति, अन्तिमवाक्यस्य अर्थः. स्वावधिकः संयोगः स्वस्मिन् नास्ति इत्युक्ते स्वावधिकः हस्तावधिकः संयोगः हस्तनिष्ठ अधिकत्वमस्ति, अतः हस्तावधिकसंयोगः स्वस्मिन् नास्ति, हस्ते नास्ति परन्तु पुस्तके अस्ति इति अर्थः. तदेव व्यवहाररूपेण वदामः. अस्तु, प्रश्नः अस्ति वा? आं भगिनि, धन्यवादः. अस्तु, सावित्री भगिनी पठति वा? आं भगिनि. आहत्य यथा पृथक्त्वस्य स्वभावः सावधिकत्वं तद्वत् विभागः संयोगश्च न स्तः अनयोः द्विष्टत्वं क्वचित् प्रतीतेः वर्णनार्थं तत् द्विष्टत्वं बाधकं भवति. अयं संयोगः उभयत्र भवति इति क्वचित् बाधकं, तदा अस्माकं सौकर्यार्थं तदुच्यते एतदवधिकः संयोगः इति यदा ब्रूमः तदा किं बुध्यते? सः अपरमात्रनिष्ठः इति लभ्यते. तादृशप्रतीतीनां सम्पादनार्थं तस्य सावधिकत्वव्यवहारः अस्ति. किन्तु यदि ब्रूमः घटपटयोः संयोगः तदा संयोगः द्विनिष्ठः सावधिकः न. पूर्वतनपरिच्छेदस्य इतोपि स्पष्टतया वक्तं विवरणं दत्तमस्ति अत्र. यथा पृथक्त्वस्थले स्वाभाविकतया सावधिकत्वं भवति, घटः पटात् पृथक् इति वदनेन घटे पृथक्त्वम् अस्ति, पटे अवधिः पटः अवधिः अपि च अवधिकत्वं पृथक्त्वे भवति. तत्र तु अवधिः स्पष्टतया पुनः वदतु, पटे किम् अस्ति? पटे अवधिः अस्ति, पटे अवधित्वम् अस्ति खलु, पटे पटः अवधिः, पटे अवधित्वम् अस्ति, पृथक्त्वे अवधिकत्वम् अस्ति. तथा पृथक्त्वस्थले तु अवधिः स्पष्टतया भासते एव, भासते अपि अस्ति एव, तथा नास्ति विभागस्थले अपि च संयोगस्थले. विभागः अपि च संयोगः द्वयोः द्विनिष्ठाः द्वयो अनयोः द्विनिष्ठत्वम् अस्ति. इत्युक्ते किम्? अस्तु, यथा राजेन्द्रमहोदय उक्तवान् द्विनिष्ठत्वम् इत्युक्ते एक एव संयोगः द्वयोः स्थले वर्तते समवायेन, परन्तु सौकर्यार्थं एकस्मिन् प्रतीति अथवा एकस्य वस्तुनोः संयोग प्रदर्शनाय किञ्चित् समये प्रतीति वशात् द्विष्टत्वं बाधकं भवति. तद् इत्युक्ते एकनिष्ठसंयोगस्य प्रदर्शनार्थं द्विनिष्ठसंयोगः बाधकं भवति. तत्र किं तत्र यथा पूर्वपरिच्छेदे दृष्टवन्तः यत् अवधिक संयोगः अपरस्मिन् भवति, तत् इत्युक्ते पुस्तकावधिकः संयोगः हस्ते वर्तते अथवा हस्तावधिकसंयोगः पुस्तके वर्तते. तादृशप्रतीतीनां सम्पादनार्थं तस्य सावधिकत्वव्यवहारः भवति. किन्तु वस्तुतः संयोगः विभागः उभयनिष्ठः, तस्मिन् तयोः मध्ये स्वभावेन स्वाभाविकतया सावधिक अवधिः न भासते एव. अतः वस्तुतया तौ सावधिकौ न, खलु? यथा भगिन्या उक्तं सत्यमेव, वस्तुतया संयोगविषये अपि च विभागविषये सावधिकत्वं नास्ति एव, परन्तु कथञ्चित् प्रतीतिवशात् सावधिकत्वम् अहम् आनयामः. कथम् आनयामः? कोऽपि नियमनेन अवधित्वम् अत्र अस्ति, अवधित्वम् अस्मिन् अस्ति इति प्रतीतिं स्वीकृत्य एकस्मिन् संयोगः भवति वा एकस्मिन् विभागः विभागत्वम् अस्ति, एकस्मिन् संयोगत्वम् अस्ति, अन्यस्मिन् अस्ति इति वयं स्वीकुर्मः. परन्तु यत्र घटपटयोगसंयोगः इति वदामः तत्र तु सावधिकत्वं नास्ति एव. आम् आम्, घटपटयोः संयोगः वा विभागविषये अपि वस्तुतया अवधिकत्वं न भासते. समीचीनम्, अस्तु. अग्रे माला भगिनी पठति वा? सावित्री भगिनी पूर्णं उक्तवती वा? आम् आम्, अन्तिमवाक्यं तदेव किल, घटपटयोः संयोगः प्रतीतिः दृष्ट्वा अवधिः अस्ति वा न वा इति वक्तुं शक्नुमः. घटपटयोः संयोगः इति वदनेन संयोगः द्विनिष्ठः एव भवति, तत्र अवधिः न भासते, तदा सावधिकत्वं नास्ति भवति न भवति एव. अत्र प्रश्नः अस्ति अथवा विषयः अस्ति प्रतीति अथवा प्रत्ययविषये, स्थितिविषये न, परन्तु यथा अवगमनं भवति, यथा ज्ञानं भवति प्रतीतिविषये अथवा प्रत्ययविषये इति भासते किल. आम् आम्, प्रथमं तु वस्तुस्थितिः, परन्तु व्यवहाररूपेण वा प्रतीतिवशात् व्यवहारस्थितिः इति अन्यत् अस्ति, तदेव. आम्, माला भगिनी पठति वा? भगिनी एकः प्रश्नः अस्ति तत्र, अत्र ब्रूमः इत्युक्ते किम्? अत्र वदामः, आम् ब्रू दातु यदि वदामः. अस्तु, आम् धन्यवादः. आम्, अधुना संयोगस्थले विभागस्थलात् किञ्चन वैलक्षण्यं वर्तते यत् विभागस्थले पञ्चमीविभक्तिव्यवहारः संयोगस्थले तथा न भवति. विभागस्थले घटात् पटः विभक्तः पञ्चमी इत्यतः अवधिकत्वं सौकर्येण कल्प्यते. वस्तुतः विभागः अत्र कुत्र उत्पन्नः? घटे एवं पटे एक एव विभागः उभयत्र, किन्तु व्यवहारः कथम्? घटात् पटः विभक्तः, तद्वत् पटात् घटः विभक्तः इत्यपि प्रत्ययः जायते. उभयत्र किं भिन्नविभागः विषयीभूतः? न भिन्नः, एक एव विभागः, द्विनिष्ठः, विषयीभूतः विभागः न अतिरिक्तः, एक एव. किन्तु प्रथमप्रतीतौ घटात् पटः विभक्तः, सः विभागः पटनिष्ठत्वेन विवक्षितः अस्ति, तदर्थं घटात् इत्युक्तं घटावधिकः विभागः. यदा पटवृत्तित्वेन बोधनीयः तदा किम् उच्यते? सः घटावधिकः विभागः इति व्यवहारो जायते. एवमेव विपरीतत्वेन पटात् इत्यनेन पटावधिकः विभागः. यद् अधिकः विभागः अस्माभिः उच्यते, तद् अपेक्षया अतिरिक्तः तद्वृत्तित्वेन विवक्षितः भवति. वाक्यशः पठति वा? आमाम्. अधुना संयोगस्थले विभागस्थलात् किञ्चन वैलक्षण्यं वर्तते यत् विभागस्थले पञ्चमीविभक्तिव्यवहारः संयोगस्थले तथा न भवति. विभागस्थले वयं पञ्चमीविभक्ति उपयुज्य व्यवहरामः यथा घटात् पटः विभक्तः, परन्तु संयोगस्थले तथा न भवति. विभागस्थले घटात् पटः विभक्तः पञ्चमी इत्यतः अवधिकत्वं सौकर्येण कल्प्यते. अत्र घटात् पटः विभक्तः इति वाक्ये घटः अवधिः, तस्मिन् अवधित्वं वर्तते. अवधिकः विभागः, विभागे अवधिकत्वं वर्तते. अतः घटात् पटः विभक्तः इति श्रूयते चेत् स्पष्टतया वयं जानीमः कः अवधिः, अवधिकः कः, अवधिकत्वं कुत्र वर्तते इति. वस्तुतः विभागः अत्र कुत्र उत्पन्नः? विभागः तु घटे अपि अस्ति, पटे अपि अस्ति, एक एव विभागः उभयत्र. किन्तु व्यवहारः कथं? घटात् पटः विभक्तः, अपि च पटात् घटः विभक्तः इत्यपि प्रत्ययः भवति. उभयत्र भिन्नविभागः अस्ति वा? नास्ति, एक एव विभागः, विनिष्ठः, अतिरिक्तः नास्ति. परन्तु प्रतीति अवशात् घटात् पटः विभागः विभक्तः इति कथनेन पटनिष्ठविभागः इति अस्माभिः ज्ञायते. इत्युक्ते किं पटनिष्ठविभागः इत्युक्ते? पटे विभागः अस्ति, पटविशिष्टविभागः इति पूर्णं वयं दृष्टवन्तः. हा, पटे विभागत्वं. हा, आम्. तथा पटवृत्तित्वेन बोधनीयः, यदा पटवृत्तित्वेन बोधनीयः तदा किम् उच्यते? सः घटावधिकः विभागः. पटे विभागः अस्ति इति वयं वक्तुम् इच्छामः चेत् घटावधिकः विभागः इति व्यवहारः भवति. तथा एव विपरीतत्वेन अपि भवति. तर्हि घटनिष्ठविभागः इष्टः अस्ति चेत् किं भवति? घटनिष्ठविभागः, तर्हि अवधिः भवति पटावधिकः. वदतु माला भगिनी, वाक्यं किम्? घटनिष्ठविभागः इत्युक्ते घटात् पटः विभक्तः. पुनः भगिनी, घटनिष्ठविभागः इत्युक्ते घटे अस्ति विभागः खलु, विभागत्वं, तर्हि अवधिः कः? पटः खलु, पटः अवधिः. आम् आम्. तर्हि पञ्चमीविभक्त्यान्तपदं पटः, तर्हि वाक्यं किं भवति? पटात् घटः भिन्नः, पटात् घटः विभागः विभक्तः. हा, विभक्तः. समीचीनम्. पठति वा अग्रे, नो चेत् एवमेव विपरीतत्वेन पटात् इत्यनेन पटावधिकः विभागः यदवधिकः विभागः अस्माभिः उच्यते तद् अपेक्षया अतिरिक्तः तद्वृत्तित्वेन विवक्षितः भवति. इत्युक्ते किम्? यद् अवधिकः विभागः इति घटावधिकः विभागः इति वदामश्चेत् घटे अवधित्वम् अस्ति. कस्य अपेक्षया वृत्तित्वम् इति वदतु. भगिनी सत्यमेव उक्तवती यद् घटावधिकविभागः इति उक्तवती. तत्र कस्य अपेक्षया अतिरिक्तः तद्वृत्तित्वम् इति वदतु. घटे अस्ति अवधित्वम्. आम्, यदि घटे अवधित्वं वर्तते तदा पटवृत्तित्वं भवति. हा, पटवृत्तित्वम् विभागः पटे अस्ति. विभागः पटवृत्तित्वेन भवति इति अर्थः. समीचीनमेव. यथा भगिन्या उक्तं विभागस्थले पञ्चमी विभक्तिघटितं वाक्यं भवति विभागस्थले. अतः अस्माकं सौकर्यं भवति कस्मात् विभक्तः जातः इति. घटः पटात् विभक्तः वा पटः घटात् विभक्तः इति पञ्चमीविभक्तिप्रयोगेन अस्माकं सौकर्यं भवति. यद्यपि उभयत्र विभागः अस्ति परन्तु प्रतीत्यानुसारेण कस्मात् विभक्तः इति वक्तुं शक्यते. अस्तु, परन्तु संयोगविषये तथा नास्ति. पञ्चमीविभक्त्याः प्रयोगः एव न अस्ति. अस्तु, अग्रे अखिला भगिनी पठति वा? एकः प्रश्नः अस्ति. आम् आम्. विषयीभूत किम् अतिरिक्त इति अर्थं कथं? द्विनिष्ठविषयीभू विभाग एक एव विभागद्विनिष्ठ एतत् अहम् अवगच्छामि. कुत्र अस्ति भगिनि? अस्मिन् अवच्छेदे चतुर्थ वाक्यं. वाक्यं वा? अस्तु, एकनिमिषं. किन्तु व्यवहारः कथं? हा, उभयत्र किं भिन्नविभागः विषयीभूतः इत्युक्ते विषयीभूतः विषयम् अस्ति, तस्मिन् विषयः अस्ति इति. खलु भगिनी, सावित्री भगिनी? विषयीभूतः इत्युक्ते तदेव विभागस्य विषये. कस्य विभागस्य विषये वक्तुम् इच्छामः इति भाति अहम्. इत्युक्ते उभयत्र किं भिन्नविभागः विषयीभूतः इति प्रश्नः. इत्युक्ते विभागः विषयकः भिन्नः वा इति प्रश्नः. अस्तु, अखिल भगिनी पठति वा? आं भगिनि. संयोगस्थले पञ्चमी विभक्त्या व्यवस्था कापि नास्ति. घटात् पटः संयुक्तः इति तथा अपि नास्ति. तथापि घटपटयोः संयोगः इति प्रतीतौ घटावधिकः संयोगः पटे इति व्यवहारः क्रियते. अथवा पटावधिकः संयोगः घटे. वस्तुतः एक एव संयोगः, किन्तु प्रतीतिवशात् सावधिकत्वम् आनीयते. तत्र यथा विभागस्थले तत्र पञ्चमीविभक्ति विभक्त्यन्तरूपम् अस्ति, तस्मात् वयम् अवगन्तुं शक्नुमः यत्र अवधिः अस्ति इति, यत्र विभागः अस्ति इति. तथा संयोगस्थले नास्ति. तत्र केवलं घटपटयोः संयोगः इति एव प्रतीतिः अस्ति. परन्तु यतोहि तथा यद्यपि तथा प्रतीतिः अस्ति तथापि तत्र घटपटयोः संयोगः इति वाक्ये तत्र घटावधिकं संयोगः पटे अपि च पटावधिकं संयोगः घटे इति वक्तुं शक्नुमः. तथा वयं तत्र अवगन्तुं शक्नुमः तत्र यः संयोगः घटे अस्ति तद् पटावधिकः इति, तथैव यः संयोगः पटे अस्ति तद् घटावधिकः इति वयं ज्ञातुं शक्नुमः इति. तर्हि तत्र संयोगः अपि विभागः इव द्विनिष्ठः एव, परन्तु तत्र अस्माकं अवगमनसौकर्यार्थं यदा कदापि तत्र तादृश अवधिकत्वम् आरोपितं भवति इति. आम्, समीचीनं समीचीनं. अस्तु, अग्रे सन्ध्या भगिनी. आहत्य पृथक्त्वम् एकनिष्ठमेव, स्वभावेन सावधिकं, विभागः च संयोगः च द्विष्ठः, तस्मात् उभयत्र विद्यमानः. स्वभावेन न सावधिकः, किन्तु प्रतीतिवशात् अध्यारोप्यते. तर्हि यत् पूर्वं दृष्टं तस्यैव अत्र तस्य विषये एव उक्तमस्ति. पृथक्त्वं तत्र एकनिष्ठम् अस्ति. तर्हि पृथक्त्वस्य स्वभावः अस्ति सावधिकम् अस्ति इति. तर्हि अवधि अस्ति एव तत्र, परन्तु विभागः संयोगः तथा न भवतः, उभौ अपि द्विष्ठौ. अतः तत्र उभयत्र अपि तत्र संयोगः अस्ति, विभागः अस्ति. द्विष्ठः अतः विभागः संयोगः स्वभावेन सावधिकः न, इत्युक्ते तत्र सावधिकत्वं नास्ति. परन्तु अस्माकं ज्ञानाय कदा कदापि तथा तत्र विभागे वा संयोगे वा अवधिवत्वं तत्र आरोप्यते. अवधिकत्वम् आम्, कथम् आरोप्यते अवधिकत्वम्? तत्र वाक्यरचना तथा भवति, यथा विभागस्य प्रसङ्गे घटात् पटः विभक्तः वा पटात् घटः विभक्तः, तथैव संयोगस्य प्रसङ्गे. संयोगस्य प्रसङ्गे तु पञ्चमीविभक्त्याः उपयोगं न कर्तुं शक्नुमः, अतः केवलं घटावधिकः संयोगः वा पटावधिकः संयोगः इति कृत्वा तत्र अवधिकत्वम् आरोपितमस्ति. बहु समीचीनं. यथा भगिन्या उक्तं, भेदविषये पृथक्त्वविषये तु स्वाभावेन सावधिकत्वं दृश्यते. एकनिष्ठौ अतः स्वाभावेन सावधिकत्वं दृश्यते, परन्तु विभागस्थले संयोगस्थले च द्विनिष्ठत्वमेव प्रतीतिवशात् वयं सावधिकत्वम् अध्यारोपयामः. अस्तु, अग्रे सभ्यसाक्षी महोदय पठति वा? आं भगिनि. नियतावधिकत्वम् एतावता अवधिः नाम कः, अवधिकः नाम कः, अवधिकत्वं नाम किम् इति अस्माभिः परिशीलितम्. घटः पटात् पृथक् इति प्रत्यये पटः अवधिः, पृथक्त्वं पटावधिकं, पटावधिकं पृथक्त्वे, पटावधिकत्वं पृथक्त्वे. अधुना अग्रे द्रष्टव्यम्. इदम् अवधिकत्वं नियमेन प्रतीयते न वा? नाम अवधिकत्वं यस्मिन् यस्मिन् भवति तत् कस्यां दशायां भवति? कदाचित् एव भवति अथवा सर्वदा भवति. तर्हि एतावता पर्यन्तं वयं जानीमः अवधिः इत्युक्ते किम्, अवधिकः नाम कः, अवधिकत्वं नाम किम् इति भेदप्रसङ्गे, पृथक्त्वं प्रसङ्गे, संयोगप्रसङ्गे एवं विभागप्रसङ्गे वयं जानीमः इति अवधिः, अवधिकः, अवधिकत्वम् इति अस्माभिः इदानीं परिशीलितम्। तर्हि उदाहरणत्वेन इदानीं घटः पटात् पृथक् इति उदाहरणं स्वीकुर्मः चेत् अत्र पटः इति अवधिः एवं पृथक्त्वं पटावधिकं पृथक्त्वम् एवं पटावधिकत्वं कुत्र अस्ति, पृथक्त्वे अस्ति। इदानीम् अग्रे पश्यामः इत्युक्ते अवधिकत्वं नियमेन प्रतीयते न वा, इत्युक्ते अवधिकत्वं नियमेन कुत्र भवति, प्रतीयते न वा इति पश्यामः। नाम अवधिकत्वं यस्मिन् यस्मिन् भवति, कस्यां दशायां भवति, इत्युक्ते सर्वदा भवति अथवा कदाचित् एव भवति इति अत्र अग्रे प्रायशः आगमिष्यति एतत् सर्वम्। समीचीनं। अवधिकत्वं सर्वदा भवति वा न, कदाचित् एव भवति वा इति प्रश्नः अस्ति। अग्रे लक्ष्मी भगिनी पठति वा? आं भगिनि। अपि च अत्र भवति इत्यस्य स्थाने व्यवहारः कथमस्ति इति द्रष्टव्यम्। व्यवस्थस्थितिः अन्या, व्यवहारः अन्यः। अस्माकम् अवधानम् अत्र नास्ति यत् अवधिः भवति न वा, अपि तु व्यवहारक्षेत्रे अवधिः अस्ति न वा। अस्मिन् परिच्छेदे भवति व्यवहार इति शब्दौ मध्ये कः भेदः इति वदति। प्रथमतया वस्तु व्यवहारः अन्यः, वस्तुस्थितिः अन्या इति दत्तम्। इत्युक्ते तत् सम्यक्तया न अवगतं, किन्तु अग्रे यत् दत्तम् अस्माकम् अवधानम् अत्र नास्ति यत् अवधिः भवति न वा, अवधिस्थले भवति इति। भगिनी प्रथम वस्तुस्थिति व्यवहारस्थिति एतौ कौ इति वयं परिशीलयामः। भेदस्थले वस्तुस्थितिः कः? भेदस्थले वस्तुस्थितिः उदाहरणं स्वीकृत्य पश्यामः। घटः पटात् भिन्नः, भेदस्थले उदाहरणमस्ति घटः पटात् भिन्नः। तत्र स्पष्टतया वयं जानीमः यत् अवधित्वं कुत्र अस्ति इति। अवधित्वं कुत्र अस्ति घटः पटात् भिन्नः इत्यस्मिन् प्रसङ्गे? अवधित्वं पटे अस्ति। अस्तु, तर्हि भेदः सावधिकः इति वयं जानीमः। व्यवहारः अपि तादृशमेव खलु, घटः पटात् भिन्नः, परन्तु पृथक्स्थले अपि तदा एव, घटः पटात् पृथक् वा पटः घटात् पृथक्, एतयोः वाक्ययोः स्पष्टतया वयं जानीमः यत् अवधिः, उदाहरणेन घटः पटात् पृथक् इत्यस्मिन् वाक्ये पटस्य अवधिः इत्युक्ते पटे अवधित्वम् अस्ति, घटे पृथक्त्वम् अस्ति। पटस्य आश्रयः घटः, पटे अस्ति अवधित्वम्। भिन्नरीत्या वदामश्चेत् पटः घटात् पृथक् इत्युक्ते पटे अस्ति पृथक्त्वं, पृथक्त्वस्य प्रतियोगी अस्ति घटः, घटे अस्ति अवधित्वं, खलु? अत्र भेदस्थले वा पृथक्त्वस्य स्थले वस्तुस्थितेः आधारेण स्पष्टतया वयं वक्तुम् अस्माभिः वक्तुं शक्नुमः कस्मिन् अवधित्वम् अस्ति इति. परन्तु विभागस्थले वा संयोगस्थले किं भवति? उदाहरणं स्वीकृत्य वदतु भगिनि. विभागस्थले उदाहरणं किम्? विभागस्थले वृक्षात् फलं पतति. वस्तुतः तत्र विभागः उभयत्र वर्तते, वृक्षे अपि फले अपि. किन्तु व्यवहारभाषायां वृक्षात् फलं पतति इति एव वदामः, न तु फलात् वृक्षः विभजते इति. तत् साधारणतया तत् न भवति. अस्तु, अस्माकं प्रतीत्यानुसारेण कुत्र भवति विभागः? विभागः उभयत्र भवति, परन्तु व्यवहाररूपेण फले भवति. हा, समीचीनं. तर्हि फले भवति विभागः, फले अस्ति विभागत्वं, वृक्षे अस्ति अवधित्वं. समीचीनम्. अस्तु, तर्हि वस्तुस्थितिः अस्ति वृक्षफलयोः विभागः. तत्र विभागः उभयत्र भवति. वस्तुस्थितिः एतत् अस्ति, परन्तु व्यवहाररीत्या वयं कस्मिंश्चित् अवधित्वम् आरोपयामः. अतः विपरीत क्षम्यतां, व्यवहारस्थितिः वस्तुस्थितेः भिन्नः अस्ति, खलु? तर्हि व्यवहार आम् तदेव. संयोगस्थले किम् अस्ति भवती एव वदतु. संयोगस्थले तत्र पञ्चमीविभक्ति उपयुज्य न वक्तुं शक्नुमः कुत्र अवधिः अस्ति, कुत्र. भगिनी, संयोगस्थले वस्तुस्थितिः का? संयोगस्थले उदाहरणं किं? हस्तपुस्तकयोः संयोगः इति वयं वदामः, खलु? हस्तपुस्तकयोः संयोगः वदामः चेत् तत्र संयोगः उभयत्र अस्ति. हस्ते अपि अस्ति, पुस्तके अपि अस्ति. किन्तु कथं व्यवहरामः? व्यवहाररूपेण अवधित्वम् अस्मिन् उदाहरणे उभयत्र अस्ति खलु संयोगः, द्विनिष्ठः न तु एकनिष्ठः. आम्, तत्तु सा तु वस्तुस्थितिः अस्ति, द्वयोपि संयोगः अस्ति. अन्य कोऽपि सहायं करोति वा? हस्तावधिकपुस्तके संयोगः अस्ति वा पुस्तकावधिकसंयोग हस्ते अस्ति. समीचीनं. व्यवहाररीत्या हस्तावधिकः संयोगः पुस्तके, नो चेत् पुस्तकावधिकः संयोगः हस्ते इति वयं वदामः, खलु? तदेव अत्र उक्तम्. अवधेः प्रसङ्गे व्यवहाररूपेण अवधिः अस्ति वा न इति एव मुख्यः. व्यवहाररूपेण कथं वयं वदामः सावधिकविषयः इति एव प्रश्नः. वस्तुस्थितेः अपेक्षया व्यवहारस्थितिः कः इति चिन्तनमेव आवश्यकम्. अवधिकत्वं भवति वा न इति न मुख्य अंशः तत्र. अवधिकत्वम् अस्ति वा न इति व्यवहाररूपेण व्यवहारे भवेत् वा न इति एव प्रश्नः. अवधित्वं कुत्र अस्ति इति प्रतीतिः तदेव अत्र दीयते. इदानीं स्पष्टं वा भगिनी, लक्ष्मी भगिनी? आं स्पष्टं भगिनी, धन्यवादः. सरला भगिनी अग्रे पठति वा? आं भगिनि. यथा यदा भेदविषयकव्यवहारो भवति तदा नियमेन अवधे उल्लेख भवति. भेदकथन स्यावसरे प्रतियोगिनः उल्लेख नास्ति. अवसरे भेदकथनस्यावसरे प्रतियोगिनः उल्लेख नास्ति चेत् तादृशभेदस्य व्यवहारः अप्रसिद्धः. केवलं भेदः भिन्नः इत्युक्तं चेत् बोधो न जायते. कस्मात् भिन्न इति प्रश्नः भवति. अतः वस्तुस्थितिः इति क्वचित् अन्या, किन्तु व्यवहारदृष्ट्या द्रष्टव्यः व्यवहारः अत्र विलक्षणः. यथा यदा इदं पुस्तकं भिन्नम् इति यदा वदामः तदा प्रश्नः अवश्यम् आयाति, कस्मात् भिन्नम् इति. यावत् न वदामः तावत् शब्दबोधः पूर्णः न भवति. अनेन भेदविषयकव्यवहारावसरे अवधे उल्लेख अवेशं भवति. यदा यदा भेदविषयकव्यवहारः भवति तदा नियमेन अवधे उल्लेखः भवति. यदा अहं उदाहरणम् अस्ति घटपटात् भिन्न भेदविषयकव्यवहारः अस्ति, तत्र स्वभावेन नियमेन तत्र अवधि अस्ति. घटपटात् भिन्न एतत् प्रसङ्गे घटे भेदः अस्ति, पटे अस्ति अवधित्वम्. एतत् उल्लेख यदि एतत् वदामः तत् स्पष्टम् अस्ति अवधि कुत्र अस्ति, भेदः कुत्र अस्ति. भिन्नः इति वक्तुं शक्नुमः वा? किं पुनः वदतु भगिनि? भिन्नः इति घटः भिन्न एतत् एतद् वदनेन मनसि उदेति कस्मात् भिन्न अस्ति. तो एतत् पूर्णं स्पष्टं नास्ति घटः भिन्न कस्मात् अस्ति. भेदकथनव्यावसरे प्रतियोगिना उल्लेख नास्ति. यद् घटपटात् भिन्ना तत्र प्रतियोगी पटः यदि अवं वदामः तत्र अवधि अपि भवितुं वदितुं शक्नुमः. किन्तु घटभिन्ना एतत् वाक्ये प्रतियोगी न द्रष्टुं न दृष्ट्वा अवधि अपि न दृश्यते. भेदस्य व्यवहारः अप्रसद केवलं भेदः भिन्न इत्युक्त चेत् बोधः न जायते. सो यदि केवलं घटः भिन्न बोधः न सम्पूर्णम् अस्ति. कस्मात् भिन्न इति प्रश्नः भवति. अतः वस्तुस्थितिः इति क्वचित् अन्या, किन्तु व्यवहारः द्रष्टव्यः. सो अत्र वस्तुस्थितिः लैक् घटः भिन्न और् घटपटात् भिन्न एतत् व्यवहारः वस्तुतः द्वयोः समानस्थितिः अस्ति. समीचीनं. अग्रे अस्ति इदं पुस्तकं व्यवहारः अत्र विलक्षण. इदं पुस्तकं भिन्न इति यदा वदामः तदा प्रश्नः अवश्यम् आयाति कस्मात्. कस्मात् पुस्तकं भिन्नम् अस्ति. कस्मात् भिन्नम् इति यावत् न वदामः तावत् शब्दबोधः पूरणं न भवति. सो यदा अहं वयं प्रतियोगी न वदामः कस्मात् भिन्नम् अस्ति, तत्र स्पष्टं न भवति, प्रतीतिः न भवति. अनेन भेदविषयकव्यवहार अवसरे अवधे उल्लेख अवेश अवश्य भवति. सो यदि वयं प्रतियोगिन उपयोगं कुर्मः तदा अवधि अपि उल्लेखं भवति. समीचीनं. हा तदेव भेदस्थले अपि कस्मात् भिन्नः इति नास्ति चेत् तत्र अस्माकं ज्ञानं स्पष्टं न भवति एव अवधित्वं कस्मिन् अस्ति इति. भेदस्थले घटः भिन्नः वा पटः भिन्न इति वदनम् अनुचितमेव. अतः एव भेदस्थले पञ्चमीविभक्त्यान्तपदस्य आवश्यकता अस्ति. तदेव. अस्तु, अन्य कोऽपि अस्ति वा यस्य नाम न वयं लिखितवती अहं लिखितवती? सरला भगिनी, तदनन्तरं राजेन्द्रमहोदय एव खलु? आं भगिनि, अहं तत्र अस्मि. अस्तु, अग्रे पठतु महोदय. अस्तु भगिनि. अतः वस्तुस्थितिः अन्या, किन्तु व्यवहारः कथं भवति इति अस्माकं चिन्ता. पूर्वं विभागस्य स्थले तादृशवैलक्षण्यं विस्पष्टं. विभागस्य उदाहरणम् अत्र उक्त्वा एव अग्रे सरणं. कथं कुत्रचित् वस्तुस्थितिः अन्या, व्यवहारः च अन्यः विद्यमानं ज्ञायमानम् इति अन्योर्मध्ये किञ्चन विलक्षणं सर्वत्र उच्यते. यथा भगिनी अपि पूर्वम् उक्तवती, तत् वस्तुस्थितिः अन्य भवितुम् अर्हति, परन्तु व्यवहाररूपेण कथं भवति तत् अस्माकं चिन्ता, अस्माभिः चिन्तनीयं. तथा व्यवहाररूपेण कथं वदामः, विभागस्य स्थले तादृशवैलक्षण्यं विस्पष्टं. विभागस्य स्थले तादृशवैलक्षण्यं व्यवहाररूपेण अथवा वस्तुस्थितिः तत्तु स्पष्टम् एव अस्ति. विभागस्य उदाहरणम् अत्र उक्त्वा एव अग्रे सरणम्. एकनिमिषं महोदय, विभागस्थले वस्तुस्थितिः भिन्ना, व्यवहारस्थितिः भिन्ना खलु? आम् आं भगिनि. आम् आं वदतु. विभागस्य उदाहरणम् अत्र उक्त्वा एव अग्रे सरणं. यथा वृक्षात् फलं पतति तद् वदामः, तत्र विभाग तु वस्तुस्थितिः उभयत्र अस्ति, परन्तु व्यवहाररूपेण वृक्षात् यदा वदामः तत्र अवधित्वं वृक्षे अस्ति. विभागः तु फले अस्ति तादृश. अस्तु महोदय, अत्र विद्यमानं ज्ञायमानं तत्वाक्यं पुनः पठतु, प्रतिपादयतु च. तदा कुत्रचित् वस्तुस्थितिः अन्या, व्यवहारः च अन्या, विद्यमानं ज्ञायमानम् इति अन्योर्मध्ये किञ्चन विलक्षणं सर्वत्र उच्यते. अस्माभिः किं ज्ञातव्यं, वस्तुस्थितिः कः अस्ति, तत् इति मध्ये किञ्चन विलक्षणं अस्माभिः वक्तव्यमस्ति. विभागस्थले किं विद्यमानमस्ति? विद्यमानमस्ति उभयत्र, विभागः तु उभयत्र अस्ति. हा, परन्तु ज्ञायमानं किं तत्र? ज्ञायमानम् अस्ति यथा वयं वदामः वृक्षात् फलं पतति, अवधिः तत् अध्यारोपयामः वृक्षे, विभागः तु फले अस्ति. हा समीचीनं. पुनः संयोगस्थले किं विद्यमानं, किं ज्ञायमानम् इति वदति वा? संयोगस्थले अपि तत्र तु उभयत्र अस्ति, संयोगः तु उभयत्र, यदा हस्तपुस्तक संयोगः तत् वदामः तत्र तु उभयत्र अस्ति संयोगः, परन्तु यदा वदामः संयोगः संयोगः पुस्तके पुस्तके पुस्तके अस्ति तत्र तु ज्ञायमाना अस्ति. हा समीचीनम् समीचीनम् तदेव. अस्तु, स्थितौ विभागः विद्यमानम् अस्ति उभयत्र, परन्तु अवधेः ज्ञायमानं व्यवहाररूपेण एव भवति. तदेव. अस्तु, अग्रे सावित्री भगिनी. आं भगिनि, तर्हि यथा पूर्वं दृष्टं विभागः एकः एव, किन्तु प्रतीतिवशात् कुत्रचित् सावधिकव्यवहारः क्रियते. वृक्षफलयोः विभागः अत्र अवधेः उल्लेखः नास्ति, अवधित्वेन रूपेण उल्लेखः नास्ति. अग्रे अपि पठतु भगिनि. अस्तु, तद्विषयकप्रतीतौ नियमेन अवधिः भासते, तस्य नियतावधिकत्वम्. नियतावधिकत्वम् इत्युक्ते यदा यदा तादृशपदार्थविषयकः प्रत्ययः जायते तदा तदा नियमेन नाम सर्वदा अवधिः भासते. यथा यदा यदा भेदस्य प्रत्ययः तदा तदा अवधिः भासते. अतः भेदः नियतावधिकः, भेदे च नियतावधिकत्वम्. प्रथमे प्रथमपरिच्छेदे पुनः उक्तमस्ति विभागस्थले विभागः एकः एव, परन्तु अस्माकम् इष्टः यत्र भवति तदनुसारेण प्रतीतिवशात् कुत्रचित् सावधिकत्वव्यवहारः भवति. वृक्षफलयोः विभागः अत्र अवधेः उल्लेखः नास्ति एव, अवधित्वेन रूपेण उल्लेखः नास्ति अपि, अपि च तत्र प्रतीति अस्मिन् प्रतीतौ कुत्रापि पञ्चमी विभक्ति नास्ति, अवधिः न भासते. तदर्थम् अवधित्वेन किमपि न ना, अवधिः नास्ति एव. अस्तु, इदानीं द्वितीयपरिच्छेदे यद्विषयकप्रतीतौ नियमेन अवधिः भासते, तस्य नियतावधिकत्वम् इत्युक्ते यस्य विषयस्य प्रदर्शनार्थं यत्किमपि प्रतीतिम् अनुसृत्य वदामः तत्र तत्र यत्किमपि प्रतीतिम् उपयुज्य वदामः तत् सर्वत्र नियमेन अवधिः भासते चेत् तत् तदा एव नियतावधिकत्वम् इति वक्तुं शक्नुमः. नियतावधिकत्वम् इत्युक्ते यदा यदा तादृशपदार्थविषयकः प्रत्ययः जायते तदा तदा नियमेन नाम सर्वदा अवधिः भासते. अत्र उदाहरणत्वेन पृथक्त्वम् इति अथवा अत्र किमपि भेदः अस्ति अत्र यदा यदा भेदस्य प्रत्ययः भवति तदा तदा अवधिः भासते. घटः पटात् भिन्नः, अत्र यत्किमपि प्रतीतिम् उपयोगं कुर्मः केवलं घटः भिन्नः इत्युक्ते पूर्णतया अवगमनं नास्ति, तदर्थं घटः कस्मात् भिन्नः इति वदनस्य आवश्यकता अस्ति एव. तदर्थं यदा यदा भेदस्य प्रत्ययः भवति तदा तदा अवधिः भासते एव. अतः भेदः नियतावधिकः अपि च भेदे नियतावधिकत्वम् अस्ति. घटः पटात् भिन्नः इत्यस्मिन् वाक्ये अस्माकं प्रतीतिः एकमेव खलु? आम् आम्. भिन्ना प्रतीतिः नास्ति एव. आमामां सत्यम्. अवस्तुस्थितिः अपि च प्रतीतिः द्वौ अपि समानौ. हा हा. अपि च नियमेन भासते. नियमेन किं भासते तत्र? अवधिः. हाम् हाम्. भेदस्य अतः भेदस्य नियता अवधिकत्वम् अस्ति इति विषयः. पृथक्त्वविषये किं भवति? नियतावधिकत्वम् अस्ति वा? सत्यं. ततः पृथक् इति वदनेन किञ्चित् आकाङ्क्षा पटात् अवशिष्यते. तत्र उत्तरं न प्राप्तं कस्मात् पृथक् इति. घटः पटात् पृथक् वा घटः वृक्षात् पृथक् वा इति वदनस्य आवश्यकता अस्ति एव. तत्रापि अवधिः भासते एव. अतः नियतावधिकत्वम् अस्ति वा न पृथक्त्वविषये? अतः पृथक्त्वम् अपि नियतावधिकम् अवधिकम् पृथक्त्वं नियतावधिकं नियतावधिकत्वम् अस्ति. समीचीनम् अस्तु. अग्रे माला भगिनी. आम्. किन्तु विभागः तस्मिन् नियतावधिकत्वं नास्ति. वृक्षात् विभक्तः पुनः वृक्षफलयोः विभागः. वृक्षात् फलं विभक्तम् इति प्रतीतौ अवधिः भासते. एवं च वृक्षफलयोः विभागः इत्यत्र सावधिकः व्यवहारः नास्ति. उभयप्रतीत्वेन विभागः ज्ञातः. किन्तु प्रतीतत्वेन खलु भगिनी, सावित्री भगिनी, अखिला भगिनी? पठतु. एकस्मिन् विभागविषयकव्यवहारे अवधेः उल्लेखः क्रियते, अपरस्मिन् न क्रियते. इदानीं यथा वयं भेदस्थले चिन्तितवन्तः तत्र तु नियत अवधिकत्वं वर्तते. परन्तु विभागस्थले तादृशनियत अवधिकत्वं नास्ति. वृक्षात् विभक्तः पुनः वृक्षफलयोः विभागः. अत्र वाक्यद्वयमस्ति, वृक्षात् विभक्तः. अत्र तु वयं जानीमः अवधिः कः. वृक्षात् किं किं विभक्तम्? न वृक्षात् विभक्तः किं विभक्तः इति प्रश्नः उदेति. अस्तु. पुनः वृक्षफलयोः विभागः. वृक्षफलयोः विभागः इति श्रूयते चेत् अवधिः कः इति न ज्ञायते. अत्र नास्ति. वृक्षात् फलं विभक्तम् इति प्रतीतौ अवधिः तु भासते. कः अवधिः? वृक्षः अवधिः. विभागः अस्ति, वृक्षे अवधित्वम् अस्ति. एतद् वाक्येन वयं जानीमः अवधिः कः. परन्तु वृक्षफलयोः विभागः इति इत्यस्मिन् वाक्ये कः अवधिः इति न ज्ञायते. उभयप्रतीतत्वेन विभागः तु ज्ञायते एव. किन्तु एकस्मिन् विभागविषयकव्यवहारे अवधेः उल्लेखः क्रियते, अपरस्मिन् न क्रियते. एकस्मिन् वाक्ये स्पष्टतया अवधिः कः इति ज्ञातुं शक्नुमः, परन्तु द्वितीयवाक्ये वृक्षफलयोः विभागः अत्र तु अवधिः कः इति ज्ञायते. अतः अत्र नियत अवधिकत्वं नास्ति विभागस्थले. अस्तु, तर्हि सावधिकत्वस्य साधनार्थं किम् आवश्यकम्? कस्य उल्लेखः आवश्यकम्? कस्मात् विभागस्थले कस्मात् विभक्तः इति अवधेः खलु, तत्र अवधिः अवधेः उल्लेखः एव आवश्यकः. तदेव यथा भगिनी उक्तमेव, सावधिकं कथं साधयामः, सावधिकत्वम् इति एव प्रश्नः. सावधिकत्वम् इति अवधेः अवधेः उल्लेखनेन एव साधयामः इति एव. अस्तु, अग्रे अखिला भगिनी. एतादृशं भेदस्थले न भवति, कस्मात् भिन्नः इति नियमेन अवधेः उल्लेखः कर्तव्यः. पृथक्त्वस्थले अपि तुल्यं, कस्मात् पृथक् इति नियमेन वक्तव्यं भवति. अन्यथा आकाङ्क्षया न शाम्यते, शब्दबोधः न जायते. इदं नियतावधिकत्वं. तर्हि संयोगस्य का गति, तदपि पठामि वा भगिनि? तर्हि न न, केवलम् एतादृशम् इति. अस्तु अस्तु, तर्हि तत्र विभागस्तरे तु वयं दृष्टवन्तः तत्र अवधेः उल्लेखः नास्ति इति, तर्हि तत् नियतावधिकत्वं न इति दृष्टवन्तः. वेदस्थले इदानीं पश्यामः चेत् तत्र घटः भिन्नः अथवा भेदः इति वदामः चेत् तत्र कस्मात् इति प्रश्नः नितराम् आगच्छति एव. तर्हि तत्र अवधिः अवधेः उल्लेखः सर्वदा भवति, तथैव अस्ति पृथक्त्वस्थले अपि. किमर्थं चेत् तत्र घटः पृथक् इति वदामः चेत् कस्मात् पृथक् इति प्रश्नः उदेति. तादृशप्रश्नस्य उत्तरं प्राप्नुमः चेदेव तत्र सम्यक्तया अवगन्तुं शक्नुमः, तत्र ज्ञानं सम्पूर्णज्ञानं तथैव भवति. तादृश उत्तरं नास्ति चेत् तत्र सम्पूर्णज्ञानं न भवति. इति कारणात् तत्र पृथक्त्वस्थले अपि च भेदस्थले तत्र नियत अवधिकत्वम् अस्ति. इत्युक्ते तत्र अवधेः विषये अस्माकं ज्ञानं नास्ति चेत् तत्र पृथक्त्वभेदयोः ज्ञानमपि सम्पूर्णं न भवति इति. समीचीनम्. अन्यथा आकाङ्क्षा न शाम्यते इत्युक्ते किम्? इत्युक्ते अस्माकं तत्र साकाङ्क्षा शब्दः इति अपि ससम्बन्धिकशब्दः इति अपि पठितवन्तः खलु, तत्र कस्मात् भिन्नः कस्मात् पृथक् इति प्रश्नः उदेति. तर्हि तत्र तत्र सम्बन्धः सम्बन्धज्ञानमपि अपेक्षितं भवति तत्र. यथा भगिनी एव उक्तवती, आकाङ्क्षायाः उत्तरं प्राप्नुमश्चेत् एव तत्र अवधेः ज्ञानं भवति. तदेव तत्र अस्माकम् आकाङ्क्षा का इति, कस्मिन् आरोपयामः अवधित्वं, तदेव आकाङ्क्षा. अस्तु, अग्रे सन्ध्या भगिनी. तर्हि संयोगस्य का गतिः? विभागस्य एव संयोगस्य अपि नियतावधिकत्वं नास्ति. इत्युक्तौ नियमेन तद्विषयकप्रत्यये अवधिः भासते इति न. कदाचित् स्यात्, कदाचित् न स्यात्. व्यवहारं बुद्धौ निधाय चिन्तनीयम्. तर्हि यथा विभागः तथा संयोगः अपि, इत्युक्ते यथा विभागस्थले दृष्टवन्तः नित्यावधिकत्वं नास्ति, संयोगस्य अपि नित्यावधिकत्वं नास्ति, क्षम्यतां नियतावधिकत्वं नास्ति इत्युक्ते तत्र सर्वदा यदा संयोगस्य विषये वदामः तदा सर्वदा अवधिः भासते इति न, कदा कदापि भासते कदा कदापि न अवधिविषये तत्र ज्ञानं भवति. तर्हि उदाहरणार्थं यदि वदामः तत्र घटपटयोः संयोगः, तत्र अवधिः कः इति ज्ञातुं न शक्नुमः. परन्तु यदि तदेव भिन्नरीत्या वदामः घटावधिकः पटः इति वदामश्चेत् तत्र अवधिः कः इति ज्ञातुं शक्नुमः. अतः संयोगः पटे इति सत्यं, घटावधिकः संयोगः पटे, क्षम्यताम्. तथा यदि वदामः तदा एव तस्मिन्नेव वाक्ये वा तस्मिन् ज्ञाने एव तत्र अवधिकत्वं भासते, अन्यत्र न. संयोगस्य विषये यत्र यत्र वदामः तत्र सर्वदा अवधिकत्वं भासते इति न, अतः संयोगः अपि नियतावधिकः नास्ति. समीचीनमेव. बुद्धं वा, प्रश्नः अस्ति वा? वस्तुस्थितिः का, व्यवहारस्थितिः का, द्वयोः भिन्नता का, कस्मिन् सन्दर्भे वस्तुस्थितिः, वस्तुस्थिते स्थित्याः अवधिः भासते, कस्मिन् सन्दर्भे व्यवहारस्थित्याः अवधिः भासते इति सर्वं स्पष्टं वा? परन्तु भगिनि अत्र तु सर्वविषयाः यदुक्तम् अत्र तत्तु प्रतीति प्रत्ययः विषयः एव, वस्तुस्थितिः कुत्रापि आवश्यकता एव नास्ति इति भासते. प्रत्ययः दृष्ट पृथक्त्वं स्वीकरोतु अथवा भेदं स्वीकरोतु, तत्रापि सर्वदा प्रतीतिवशात् एव प्रतीति अथवा प्रत्ययविषये एव सर्वचर्चा जायते अत्र. भगिनी, मम अवगमनम् अस्ति यत् भेदविषये अपि च पृथक्त्वविषये स्वाभावेन पुस्तकम् उत्पीठिकात् भिन्नः इत्येव वयं साधारणतया वदामः. यत् साधारणतया साधारणप्रयोगे अस्ति तस्मिन् एव प्रयोगे स्वाभावतया अधिकत्वं ज्ञायते. परन्तु अत्रापि साधारणतया वदनशैली एव स्वीकृतः, वस्तुस्थितिः न. भगिनी, मम चिन्तनमस्ति तत्र वस्तुस्थितिः अपि च व्यवहारः द्वयोः भेदः नास्ति इति. तत्र विद्यमानम् अपि च ज्ञायमानं तत्र समानम् अस्ति. सत्यं भगिनि, परन्तु अन्यत्र स्वीकरोतु, यत्र विभागविषये संयोगविषये यत्र कुत्रापि पश्यति चेत् तत्र सर्वस्थले प्रयोगशैली अथवा प्रत्ययः इत्यस्य एव चर्चा जाता. नास्ति खलु, तत्र विभागस्थले पश्यामः चेत् तत्र वस्तुस्थितिः अस्ति वृक्षफलयोः विभागः इति, परन्तु वदनशैली अस्ति वृक्षात् फलं पतति अथवा न वस्तुस्थितिः अस्ति वृक्षफलयोः विभागः खलु, किमर्थं चेत् विभागः द्विनिष्ठः अस्ति. परन्तु वदनशैली अस्ति वृक्षः, क्षम्यतां, फलं वृक्षात् विभक्तः इति. किमर्थं चेत् तथा वदामः चेत् तत्र अस्माकम् अवगमनसौलभ्यम् अस्ति इति कारणात्. तावती भगिनी, विभागस्थले अपि च संयोगस्थले साधारणतया विभागः द्विनिष्ठः अस्ति, द्वयोपि विभागः भवति एव, वृक्षे अपि भवति फले अपि भवति, पुनः संयोगः हस्ते अपि भवति पुस्तके अपि भवति एकस्मिन् एव भवति इति न, परन्तु सावधिकत्वस्य आवश्यकता भवति. अवधिः कः इति अस्माकम् आकाङ्क्षा अस्ति. अतः एव द्वयोः प्रसङ्गयोः विभागः एकस्मिन् एव भवति वा संयोगः एकस्मिन् एव भवति इति स्वीकरणीयं भवति. परन्तु वस्तुस्थितिः तादृशी नास्ति खलु. वस्तुस्थितिः अस्ति, विभागः द्वयोः भवति, उभयत्र भवति, संयोगः अपि उभयत्र भवति. परन्तु हस्तावधिकः संयोगः पुस्तके इति वाक्यम् अस्ति चेत् एकस्मिन् एव भवति खलु संयोगः, उभयत्र न. अहं किं वक्तुम् इच्छामि चेत् स्पष्टं वा न वा इति न मन्ये, अहं न जानामि. परन्तु मम चिन्तनम् अस्ति यत् अत्र यत् सर्वम् उक्तं तत् सर्वं वदनशैली शैल्याः एव. किमपि वस्तुस्थितिः निश्चयेन द्रष्टुं शक्नुमः. सर्वदा प्रथमं वस्तुस्थितिः, अनन्तरं वदनशैली. परन्तु अवधि तु वदनशैली विषयः एव. अवधिः प्रत्ययविषयः एव. परन्तु प्रायः न्यायशास्त्रानुसरेण विभागः वा संयोगः उभयत्र भवति एव सर्वदा इति. तादृशं न, भेदः तु एकस्मिन् एव भवति, पृथक्त्वमपि एकस्मिन् एव अस्ति सर्वदा. खलु भगिनी? अखिला भगिनी, भवत्याः चिन्तनम्? आं तथैव भगिनी. तत्र इतोपि एकमेव वक्तुमिच्छामि. तत्र यथा नियतावधिकत्वम् इति विषयः आगच्छति, तत्र वस्तुस्थितिः का, वस्तुस्थितिः अपि च व्यवहारविषये किञ्चित् चिन्तनम् अपेक्षितम् अस्ति. परन्तु यथा सावित्री भगिनी उक्तं, तत्र अवधिः इति विषयः तु केवलं प्रतीतिविषयः एव, तत्र व्यवहारविषयः एव. किमर्थं चेत् तत्र संयोगः विभागयोः अपि प्रतीतिवशात् एव अवधिः आगच्छति खलु. तत्र वस्तुस्थितिः तु अवधिरिक्तः एव अस्ति. आम् आम्. परन्तु भेदविषये वा पृथक्त्वविषये अवधिः अस्माकं, भवत्याः प्रतीतिः भिन्ना, मम प्रतीतिः भिन्ना इति न खलु. प्रतीतिः तु समानमेव. सत्यं, भेदः पृथक्त्वस्थले तु तत्र व्यवहारः वस्तुस्थितिः समानमस्ति खलु, तादृशप्रसङ्गः एव न इति. केवलं विभागसंयोगविषये तथा भवति. तत्र तु यत् सावित्री भगिनी उक्तवती तत् सत्यमेव. तत्र अवधिः इति प्रतीतिवशात् एव भवति. इतोपि प्रश्नः अस्ति चेत् महोदयमेव. न न, प्रश्नः न, परन्तु वद, भवत्या यत् उक्तं सत्यमेव भगिनि. वदनशैली अवश्यम् अस्ति एव विभागविषये वा संयोगविषये. वदनशैल्यानुसारेण एव अवधेः निश्चितमपि भवति. सत्यमेव. अस्तु, प्रश्नः, अन्यप्रश्नः अस्ति वा? नास्ति चेत् समापयामः वा? धन्यवादः भगिनि. बहु धन्यवादः सर्वेभ्यः. धन्यवादः.